पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 37 ऋषय ऊचुः एवं वेनस्य चैवासीत् सृष्टिरेव महात्मनः धर्माचारं परित्यज्य कथं पापमधिर्भवेद सुत उवाच ज्ञानविज्ञानसम्पन्ना मुनयस्तत्त्ववेदिनः शुभाशुभं वदन्त्येवं तन्न स्यादिहजान्यथा तप्यमानेन तेनापि सुशङ्खेन महात्मना दत्तशापकथं विप्रा न यथा वच्च जायते वेनस्य पादकाचारं सर्वमेव वदाम्यहं तस्मिन् चासदि धर्मज्ञे प्रजापाले महात्मनि पुरुष कश्चिदायातश्चत्म लिङ्गधरस्तदा नग्नरूपो महाकायशिरो मुण्डो महाप्रभः मार्जनीं शिखिपत्राणां कक्षायां सहितारयन् गृहीतं पानपात्रं तु नालिके रमयं करे पठमानो ह्यसच्छास्त्रं वेदधर्मविदूषकम् यत्र वेनो महाराजस्तत्रायादस्त्वरान्विदः सभायां तस्य वेनस्य प्रविवेश स पापवान् तं दृष्ट्वा समनुप्राप्तं वेनप्रश्नं तदाकरोद भवान् को हि समायाद ईदृग्रूपधरो मम सभायां वर्तमानस्य पुरकस्मात् समागतः को वेष किं नु ते नाम को धर्मकर्म ते वद को वेदस्तेक आचार किं तपः का प्रभावना किं ज्ञानं कः प्रभावस्ते किं सत्यं धर्मलक्षणं तत्त्वं सर्वं समाचक्ष्व ममाग्रे सत्यमेव च श्रुत्वा वेनस्य तद्वाक्यं पापो वाक्यमुदाहरद पादक उवाच करोष्येवं वृथा राज्यं महामूढो न संशयः अहं धर्मस्य सर्वस्वमहं पूज्यदमो सुरैः अहं ज्ञानमहं सत्यमहं दादा सनातनः अहं धर्मम् अहं मोक्षसर्वदेवमयोह्यहम् ब्रह्म देहात्समुद्भूतः सत्यसन्धोऽस्मि नान्यथा जिनरूपं विजानीहि सत्यधर्मकलेवरं मामेव हि प्रधावन्ति योगिनो ज्ञानतत्पराः वेन उवाच तवैव कीदृशं कर्म किं ते दर्शनमेव च किमाचारो वदस्वैः इत्युक्तं तेन भूभुजा पातक उवाच अर्हं तो देवता यत्र निर्ग्रन्थो दृश्यते गुरुः दया चैव परो धर्मस्तत्र मोक्षः प्रदृश्यते दर्शनेऽस्मिन्न सन्देह आचारान् प्रवदाम्यहं यजनं याजनं नास्ति वेदाध्ययनमेव च नास्ति सन्ध्यातपोदानं स्वधा स्वाहा विवर्जितं हव्यकव्यादिकं नास्ति नैव यज्ञादिका क्रिया पितॄणां दर्पणं नास्ति नातिथिर्वैश्वदेविकं क्षपणस्य वरपूजा अर्हतो ध्यानमुत्तमम् अयं धर्मसमाचारो जैनमार्गे प्रदृश्यते एतत्ते सर्वमाख्यातं निजधर्मस्य लक्षणं वेन उवाच वेदप्रोक्तो यथा धर्मो यत्र यज्ञादिका क्रियाः पितॄणां तर्पणं श्राद्धं वैश्वदेवं न दृश्यते न दानं तप एवास्ति क्वास्ते धर्मस्य लक्षणं वद सत्यं ममाग्रे तु दयाद्धर्मं च कीदृशम् पातक उवाच पञ्चतत्त्वप्रवृद्धोऽयं प्राणिनां काय एव च आत्मा वायुस्वरूपोऽयं तेषां नास्ति प्रसङ्गता यथा जलेषु भूतानामपि सङ्गमवेहि तद् जायते बुद्बुदाकारं तद्वद्भूतसमागमः पृथ्वीभावोरजस्तस्तु चापस्तत्रैव संस्थिताः ज्योतिस्तत्र प्रदृश्येद सुवायुर्वर्तते त्रिषु आकाशमावृणोत्पश्चात् बुद्बुदत्वं प्रजायते आप्सु मध्ये प्रभात्येव सुतेजो वर्तुलं वरं क्षणमात्रं प्रदृश्येदक्षणान्नैव च दृश्यते तद्वद्भूतसमयोग सर्वत्र परिदृश्यते अन्धकाले प्रयात्यात्मा पञ्चपञ्चसुयान्दिते मोहमुग्धास्तदोमर्त्या वर्तन्ते च परस्परं श्राद्धं कुर्वन्ति मोहेन क्षयाहे पितृदर्पणं क्वास्ते मृदसमश्नादि कीदृशोत्सौ नृपोत्तम किं ज्ञानं कीदृशं कायं केन दृष्टं वदस्व नः मिष्ठान्नं भोजयित्वा च तृप्ता यान्ति च ब्राह्मणाः कस्य श्राद्धं प्रदीयेत साधुश्रद्धा निरर्थिका अन्यदेवं प्रवक्ष्यामि वेदानां कर्मदारुणं यदा तिथिर्गृहे यादि महोक्षं पचते द्विजः अजं वा राजराजेन्द्र अतिथिं परिभोजयेद् अश्वमेधमके अश्वं गोमेधे वृषमेव च नरमेधे नरं राजन्वाजपेये तथा ह्यजान् राजसूये महाराजप्राणिनां खादनं बहु पुण्डरीके गजं हन्यात् गजमेधेध कुञ्चरं सौत्रामण्यां पशुमेध्यं मेषमेव प्रदृश्यते नानारूपेषु सर्वेषु श्रूयतां नृपनन्दन नानाजातिविशेषाणां पशूनां खादनं स्मृतं यच्चाभिधीयते दानं किं तद्दानस्य लक्षणं ज्ञेयं तदन्नमुच्छिष्टं ह्रियते भूरिभोजनम् अत्यन्तदोषहीनां स्तान् किं सन्धि यन्महामके तत्र किं दृश्यते धर्म किं फलं तत्र भूपते पशूनां मारणं यत्र निर्दिष्टं वेदपण्डितैः तस्माद्विनष्टधर्मं च न पुण्यं मोक्षदायकं दयां विना हि यो धर्मः स धर्मो विफलायते जीवानां पालनं यत्र तत्र धर्मो न संशयः स्वाहाकारस्वधाकारस्तपःसत्यं नृपोत्तम दयाहीनं चापलं स्यान्नास्ति धर्मस्तु तत्र हि यदे वेदा न वेदास्युर्दया यत्र न विद्यते दयादानपरो नित्यं जीवमेव प्ररक्षयेद चाण्डालोऽप्यथ शूद्रो वा स वै ब्राह्मण उच्यते ब्राह्मणो निर्दयो यो वै पशुखादपरायणः स वै सुनिर्दयः पापी कठिनक्रूरचेतनः वञ्चकैः कथितो वेदो यो वेदो ज्ञानवर्जितः यत्र ज्ञानं भवेन्नित्यं तत्र वेदः प्रतिष्ठति दयाहीनेषु वेदेषु विप्रेषु च महामते नास्ति सत्यं क्रिया तत्र वेदविप्रेषु वै तदा वेदानवेदाराजेन्द्रब्राह्मणा सत्यवर्जिताः दानस्यापि फलं नास्ति तस्माद्दानं न दीयते यथा श्राद्धस्य वै चिह्नं तदा दानस्य लक्षणं जिनस्यापि च यद्धर्मं भुक्तिमुक्तिप्रदायकं तवाग्रहं प्रवक्ष्यामि बहु पुण्यप्रदायकम् आदौ दया प्रकर्तव्या शान्तभूतेन चेतसा आराधये धृता देवं जिनं येन चराचरम् मनसा शुद्धभावेन दिनमेकं प्रपूजयेत्। नमस्कारप्रकर्तव्यस्तस्य देवस्य नान्यथा मातापित्रोस्तु वै पादौ कदा नैव प्रवन्दयेद्। अन्येषामपि का वार्ता श्रूयतां राजसत्तमवेन उवाच, ये देविप्राश्च आचार्या गङ्गाद्या सरितस्तथा वदन्ति पुण्यतीर्थानि बहु पुण्यप्रदानि च, तत् किं वदस्व सत्यं मे यदि धर्ममिहेच्छसि। पादक उवाच, आकाशाद्वै महाराज मेघवर्षन्ति वैजलं भूमौ हि पर्वतेष्वेवं सर्वत्र पतिते जलं, स आप्लाव्य ततस्तिष्ठेद्दयां सर्वत्र भावयेद्। नद्यपापप्रवाहास्तु तासु तीर्थं श्रुतं कथम्। जलाशया महाराज तडागा सागरास्तथा, पृथिव्या तारकाश्चैव गिरयो अश्मराशयः। नास्त्येतेषु च वैतीर्थं जलैर्जलदमुत्तमं, स्नाने यदा महत्पुण्यं कस्मान्मत्स्येषु वै नहि। दृष्टा स्नानेन वै सिद्धिर्मीना शुध्यन्ति नान्यथा, यत्र जिनस्तत्र तीर्थं तत्र धर्मसनातनः। तपोदानादिकं सर्वं पुण्यं तत्र प्रतिष्ठितं, एको जिनः सर्वमयो नृपेन्द्र नास्त्येव धर्मं परमं हि तीर्थम्। अयं तु लाभपरमस्तु तस्माध्यायस्व, नित्यं सुसुखो भविष्यसि। विनिन्द्यधर्मं सकलं सवेदं दानं सपुण्यं परयज्ञरूपं, पापस्वभावैर्बहुबोधितो नृपस्त्वङ्गस्य पुत्रो भुवितेन पापिना। इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे वेणोपाख्याने सप्तत्रिंशोऽध्यायः। ॐ